अत्र अस्तु अत्र इतःपर्यन्तं वयम् आर्धधातुकलकारः लट् लोट् लङ् विधिलिङ्ग् इति स्वीकृतम्, अनन्तरं सार्वधा शेषः एव आर्धधातुकलकारः, अनन्तरम् अत्र धातुः विकरणप्रत्ययः तिङ्प्रत्ययः योजनेन अत्र अन्तिमपदं स्वीकृतम्। अत्र इतोपि तिप् परस्मैपदिनकधातुः आरम्भम्, अनन्तरम् इडुवहि महिङ् इति अन्ते अस्ति महिङ्, एतत् मिलित्वा एव तिङ् इति अन्तिमरूपं स्वीकृतम्। अनन्तरं यत्र एतत् तिङन्तप्रत्ययः योजनेन क्रियापदं भवति, अतः क्रियापदं तिङन्तपदम् इति अपि स्वीकर्तुं शक्यते। अधिकारः अस्ति धातोः अधिकारः, अनन्तरं प्रत्ययस्य अधिकारः, परच अधिकारः, एतत् सर्वं मिलित्वा एव यत्र कुत्रापि वयं सूत्रं स्वीकुर्मः चेत् एतत् सूत्रं प्रथमाध्याये अस्ति, अन्यसूत्रं द्वितीयाधिकारे अस्ति, तादृशमेव भवति अष्टाध्यायी डाट्काम् मध्ये। इदानीम् अत्र अङ्गं कथं स्वीकुर्मः चेत्, इदानीं भू इति अस्ति चेत् अत्र योगः शप् योगः ति, शप् मध्ये अनुबन्धलोपानन्तरम् अकार एव तिष्ठति। भू योगः दीर्घ ऊकारः अस्ति, ह्रस्वः वा दीर्घः वा गुणः कुत्र यत्र कुत्रापि भवति एव, भुवन्तलघुपदस्य च सार्वधातुक अर्धधातुकयोः गुणवृद्धिः इति बहवः सूत्राणि सन्ति एव गुणविषये। इदानीं भू इति धातुः स्वीकुर्मः चेत् अत्र अङ्गं कथं भवति चेत् भू योगः, भू इत्युक्ते अत्र सार्वधातुक अर्धधातुकलकार लकारयोः अत्र दीर्घ ऊकारस्य स्थाने ओकारः भवति, भो इति भवति, भो इति अवादेशः भवति, यान्तवान्तादेश सन्धिं स्वीकृत्य, अतः तत्र ओकारस्य स्थाने अवादेशः भवति, भव इति अङ्गं भवति। इदानीं क्रियापदम् अस्माकं विवक्षा भवति इति भवति चेत् अत्र ति योजनेन भवति इति, अत्र द्वयोः मध्ये अत्र सम्भाषणं चर्चितवन्तः चेत् अत्र भवतः इति भवति, अत्र बहवः जनाः तिष्ठन्ति चेत् भवन्ति इति भवति। सो एतत् विषये अस्माकं विवक्षा एव अस्ति। समीचीनतया इतः पर्यन्तं वयं दृष्टवन्तः, इदानीं षष्टमबिन्दुः भवति। अत्र षष्टमबिन्दुः गीता श्रीतत् भवती एव पठतु। आं भगिनि, तिप् आदीन् तिप् आदीन् निमित्तीकृत्य धातुविकरणयोः मेलनेन यत् अङ्गं निष्पद्यते तस्य अन्तिमः वर्णः अकारः अस्ति चेत् अङ्गम् अदन्तम् इत्युच्यते। अत् इत्युक्ते ह्रस्वः अकारः, तपरत्तत्कालस्य इति सूत्रेण तकारे परे परे सति प्राक् यः स्वरः तस्य एव कालस्य सङ्केतः, तस्य एव कालस्य सङ्केतः। अत् प्लस् अन्तम् अदन्तम् धातुविकरणयोः मेलनेन निष्पन्नस्य अङ्गस्य अन्तिमवर्णः अकारः नास्ति चेत् अङ्गम् अनदन्तम् इति उच्यते। भवती एव अत्र प्रतिपादयतु। इदानीम् अत्र तिबादीन् तिबादीन् इति अस्ति, अत्र सूत्रं किं भवति, सन्धिः किं भवति? तिप् आदीन् तिबादीन् दश सन्ति भगिनि। सूत्रम् अन्य कोऽपि? शान्ता, अनिल्? न महोदय, न जानामि। सलां जशोन्ते, जलां चतुर्थे इति सूत्रेण यत्र प्रथमवर्णस्य स्थाने अत्र अत्र किञ्चित् सिम्पालिक् अस्ति 1-3 प्रथमवर्णस्य स्थाने तृतीयवर्णः आगच्छति जलां जशोन्ते इति सूत्रेण जश्वसन्धिः भूत्वा अस्तु तिपादेन निमित्तीकृत्य अत्र अर्थं प्रतिपादयतु निमित्तीकृत्य इत्युक्ते निमित्तमस्ति चेत् कारणमस्ति चेत् धातुः विकरणयोः मेलनेन अङ्गं निष्पद्यते मेलनयोः अन्तिमवर्णः अकारः अस्ति चेत् अन्तिमवर्णः अकारः अस्ति चेत् अत् अन्धम् अदन्तम् इति भवति अन्तिमवर्णः अकारः नास्ति चेत् अनदन्तम् अकारः नास्ति अनदन्तम् इति उच्यते तावद् अत्र इदानीम् अदन्तम् अनदन्तम् इति स्वीकुर्मः यत्र अकारः श्रूयते तपरस्तत्कालस्य इति सूत्रेण तकारः ह्रस्वहे एव अकारः ह्रस्वः अकारः यत् अन्ते श्रूयते एतदेव अदन्तम् अस्ति यत्र अन्तिमवर्णस्य तकारः अकारः न श्रूयते एतत् अनदन्तम् इति अस्ति शान्ति पठतु शान्तपठतु सप्तमबिन्दुः धातूनां दशगणाः सन्ति इति तु ज्ञातम् दशधातुगुणाः पुनः विभक्ताः अङ्गस्य अन्तिमवर्णस्य अनुसारम् येषु धातुगणेषु अङ्गम् अदन्तं भवति ते धातुगणाः प्रथमगणसमूहे वर्तन्ते येषु धातुगणेषु अङ्गम् अनदन्तं भवति ते धातुगणाः द्वितीयगणसमूहे वर्तन्ते प्रतिपादितुं शक्यते वा भगिनि किञ्चित् क्लेशः नास्ति एव भवती जानाति एव अत्र दशगणाः सन्ति वयं सर्वे जानन्तः एव अत्र दशगणेषु अत्र द्विधा भवति द्विधा किं किं भवति अङ्गस्य अन्तिमवर्णस्य अनुसारेण भवन्ति अङ्गम् अदन्तं भवति चेत् एतत् प्रथमगणसमूहः अत्र यङ् यत्र अत् अत्येव अन्ते अस्ति यत् न श्रूयते अनदन्तं यत् न श्रूयते तत् स्थाने द्वितीयगणसमूहः यदा इदानीम् अदन्तं स्वीकृतम् अनदन्तं स्वीकृतम् अदन्तं प्रथमगणसमूहे भवति अनदन्तं द्वितीयगणसमूहे भवति अत्र किञ्चित् क्लेशः नास्ति एव इदानीम् अनिल् महोदय पठतु अष्टं बिन्दु दशलकारः अपि गणद्वये विभक्ता प्रथमगणसमूह भ्वादिगणः दिवादिगणः सुदादिगणः चुरादिगणः द्वितीयगणसमूह अदादिगणः जुहोत्यादिगणः स्वादिगणः रुधादिगणः तनादिगणः क्रयादिगणः एतत् बहु समीचीनतया मनसि स्थापनीयमेव अत्र प्रथमगणसमूहः द्वादिगणः प्रथमगणः षष्ठगण दशमगण उत्तमं शेषः एव द्वितीयगणसमूहः भवान् एव पठतु 1-4, 1-4, 6-10 ओके दशलकाराः अपि गणद्वये विभक्ताः सार्वधातुकलकाराः आर्धधातुकलकाराः च तयोः भेदः कः क्रियापदस्य निर्माणक्रमे सर्वप्रथमम् अस्माकं विवक्षानुगुणं धातुः आनीयते यथा वद् इति धातुः तदा पुनः विवक्षानुगुणं लकारः आनीयते यथा लट् लकारः वद् प्लस् लट् परं लटः स्थाने तिबादयः आनीयन्ते यथेच्छं यथा प्रथमपुरुष एकवचने तिप् पकारस्य इत् संज्ञालोपश्च ति अवशिष्यते वद् अधिकं ति अत्र सर्वमहत्त्वपूर्णसिद्धान्तः वदति इत्यनयोः सम्पर्कः अस्ति, स्पर्शः अस्ति, यतः तयोः मध्ये अन्यः कोऽपि प्रत्ययः नास्ति। अत्र वदामः यत् वद् धातुना ति प्रत्ययः दृश्यते, दृश्यते यतः तयोः मध्ये बाधा नास्ति, अन्यः कोऽपि प्रत्ययः नास्ति। येषु लकारेषु क्रियापदस्य निर्माणक्रमे धातुना सार्वधातुकतिङ्प्रत्ययः दृश्यते, अपि च सः तिङ्प्रत्ययः कर्तृत्वे अस्ति, तत्र सः लकारः सार्वधातुकलकारः इति उच्यते। क्रियापदस्य निर्माणक्रमे धातुना तिङ्प्रत्ययः न दृश्यते चेत् स लकारः अर्धधातुकलकारः। महोदय, अत्र वद् अधिकं ति विकरणप्रत्यये कुत्र गतम्? अत्र भवानेव प्रतिपादयतु। निर्माणक्रम प्रथमं धातु एकमेकं पङ्क्तिः स्वीकृत्य अर्थं वदतु। ओके, दशलकारः अपि गणद्वये विभक्ताः, सो दशलकारः अस्ति तत्र तयोः किं सूचयति अत्र? तयोः इत्युक्ते गणद्वये, तयोः अत्र सार्वधातुकलकाराः आर्धधातुकलकाराः सूचयति। इदानीं तयोः भेदः कः? सो सार्वधातुकलकारः आर्धधातुकलकारः मध्ये कः भेदः? सो क्रियापदस्य निर्माणं क्रियते चेत् प्रथमं धातु स्वीक्रियते, अनन्तरं लकारः आनीयते। सो अत्र लट् अत्र प्रथमं किं भवितव किं भवेत्? प्रथमं धातु स्वीकृतम् अत्र विवक्षा अनुगुणम् एव, अत्र विवक्षा अनुगुणं बहु मुख्यमस्ति। अत्र एकः अस्ति चेत् ति योजनं, द्वौ स्तः चेत् स्तः, अनन्तरं बहवः जनाः सन्ति चेत् पठन्ति इति अन्ति स्वीकर्तव्यम्। अतः अत्र विवक्षा अनुगुणं सर्वदा मनसि स्थापनीयमेव, विवक्षा अनुगुणेन एव अत्र प्रत्ययः योजनम्। अग्रे पठतु। यदा यथा वदिति धातु, उदाहरणरूपेण पुनः तत्र विवक्षानुगुणं लकारः आनीयते। सो अत्र लट् उदाहरणं रूपं रूपेण स्वीकृतं, सो वद् अधिकं लट्। अनन्तरं लट् स्थाने तिबादय आनीयन्ते यथेच्छं, यथा प्रथमपुरुष एकवचनं। सो यथेच्छम् अत्र सन्धिः किं सूत्रम्? अत्र गुणसन्धि यथा प्लस् इच्छम्। उत्तम, इको यण न गुणसन्धिः। अग्रे अग्रे लिट् लट् स्थाने टिप् किमर्थम् आगच्छति महोदय? विवक्षानुगुणम् अत्र वदति इति स्वीकुर्मः चेत् ति एव योजनं कर्तुं शक्यते अत्र। न, परन्तु लट् कुत्र गच्छति? लट् कुत्र गच्छति? लट् एव यच्छति, लट् लोट् लङ् विधिलिङ्ग इति अस्ति खलु। अत्र लट् लकारविषये अत्र विवक्षा वाद्ययोगः ति भवति, ति कुत्र भवति? लट् लकारे मध्ये एव भवति, इदानीमेव दृष्टवन्तः लट् मूलधातु। अत्र तु प्रत्ययः अस्ति, लट् किमर्थं महोदय? लट् इत्युक्ते वर्तमाने लट् इति भवति, अस्तु वर्तमाने लट् इदानीं वर्तमानकाल सूचयति अत्र तिबन्तादि तिप् तस्थुचि एतत् सर्वाणि प्रत्ययाः वर्तमानकालमेव सूचयति ओ अस्तु सो अन्ये लकारः सन्ति चेत् अन्य प्रत्ययः अस्ति वा हा इदानीं मया पूर्वमेव अत्र दशलकारः विषये मया प्रेषितं खलु लट् सिद्धप्रत्ययः तिङन्तरूपाणि अस्ति सीतः अन्ति एतदेव लट् रूपं लट् वर्तमानकाल सूचयति वर्तमानकालमेव सूचयति लट् अतः ति योजनेन वद योगः ति योजनेन वदति इति अवगतं वा किञ्चित् अवगतं अस्तु लट् लट् इदानीं अत्र विधिलिङ्ग् नास्ति लट् इति अत्र लट् लोट् लङ् विधिलिङ्ग् इदानीं प्रथमम् अस्माकं शिशवः एव अतः आरम्भतः गन्तव्यं लोट् इति किञ्चित् क्लेशः अस्ति विधिलिङ्ग् क्लेशः अस्ति लङ् क्लेशः अस्ति लङ् अत्र लुङ् लङ् लुङ्क्षु अडुदातः इत्यनेन एव अडागमः भवति अडागमः कुत्र भवति चेत् आद्यन्तौ तथितौ इति अस्ति अत्र आद्य टित् अस्ति अतः तत्र पूर्वम् आगच्छति एतत् सर्वाणि सूत्राणि भवन्ति किञ्चित् काल अनन्तरम् एव अत्र एतत् विषये पठेम इति एव अत्र प्रथमं वर्तमानकाले लट् इति भवति अतः तत्र विवक्ष लट् अस्ति वर्तमानकालविषये एव अस्ति अग्रे पठतु सो अत्र लट् अधिकं टिप् तत्र पकारस्य संज्ञा लोप च हलन्त्यं दन्तस्य लोपकारणं सो वद् अधिकं पि तिष्ठति अत्र सर्वमहत्त्वपूर्णसिद्धान्तः वद् ति इत्यनयोः सम्पर्कः अस्ति स्पर्शः सम्पर्क इत्युक्ते योजनमेव योजनम् अस्ति स्पर्शः अस्ति यतः तयोः मध्ये अन्य कोऽपि प्रत्ययः नास्ति अस्तु वदति अत्र वदामः यत् वद् धातुना ति प्रत्यये दृश्यते वद् धातुना किमर्थम् अत्र किमर्थम् अत्र लट् रूपं वर्तमान लट् वर्तमानकाले लट् इति अत्र लट् रूपं स्वीकुर्मः चेत् सीतः अन्ति एव भवति अतः वत् धातूना इदानीं ति प्रत्ययः दृश्यते यतः तयोः मध्ये अत्र बाधा नास्ति इदानीम् अत्र किमपि बाधा नास्ति इत्युक्ते अत्र क्लेशः नास्ति एव झटिति योजनेन वदति इति भवति अत्र किमपि मध्ये वद् धातोः अनन्तरं टिप् ति प्रत्ययोः किमपि बाधा नास्ति अन्य कोऽपि प्रत्ययः अपि नास्ति अत्र किमर्थं चेत् अत्र लट् रूपं वर्तमानकाले लट् एव वयं स्वीकृतवन्तः अत्र अतः तत्र बाधा नास्ति एव अन्य कोऽपि प्रत्ययः अपि नास्ति विवक्षानुगुणम् अत्र नास्ति विवक्षानुगुणम् अत्र तः अस्ति चेत् वदतः इति भवति खलु अत्र किमपि अत्र बाधा नास्ति एव येषु लगिनीषु वदतु वद् तिङ्प्रत्ययः मध्ये शप्रत्ययः भवति खलु आगच्छति पठतु अग्रे पठतु महोदय प्रतिपादयतु सो मम मनसि अपि समानप्रश्नः विकरणप्रत्यये अस्ति अत्र कथ्यते बाधा नास्ति न कोऽपि प्रत्ययः अस्ति किमर्थं महोदय इदानीं विषये पूर्वमेव वयं दृष्टवन्तः भूधातुः स्वीकुर्मः चेत् प्रत्येकम् उदाहरणमत्र एतत् भू इति दीर्घ ऊकारान्तर्धातोः प्रतिनिधिः भवति अत्र एतदेव प्रतिनिधिः सर्वत्र प्रतिनिधिः अस्ति चेत् सर्वलकारेषु एकमेव स्वीकुर्मः. स्थाली स्थाली इति न्यायः भवति. स्थाली अत्र अन्नं भवति, घटे अस्ति. अत्र सर्वाणि अन्नानि स्वीकृत्य स्वीकृत्य खादित्य खादनं कृत्वा एव ओ एतत् पको भवति इति न स्वीकुर्मः. एक अन्नमेव समाप्तम्. इदानीं भूयोगः शप् योगः अत्र शप् विकर्णकृते आगच्छति. तादृशमेव एतत् प्रतिनिधिः अस्ति. तादृशमेव वद् धातु स्वीकुर्मः चेत् अत्र वद् इति भवति. अनन्तरम् अकारयोजनेन एव आयोजयति अत्र वद इति भवति. एतत् प्रतिनिधिरूपेण अस्ति. सर्वत्र एतदेव स्वीकुर्मः. अत्र किमपि न दत्तमिति अहं न जानामि, परन्तु भवान् जानन्ति एव, भवन्तः जानन्ति एव. अग्रे पठतु. ओके अस्तु. सो तत्र द्वयोपि वद प्लस् टि द्वयोपि अन्य कोऽपि नास्ति. तो येषु लकारेषु क्रियापदस्य निर्माणक्रमे धातुना सार्वधातुकतिङ् प्रत्यय दृश्यते च सतिङ् प्रत्यय कर्तृत्वे अस्ति तत्र स लकार सार्वधातुकलकार इति उच्यते. सार्वधातुकलकारः चेत् एतत् अन्य प्रत्ययाः सन्ति, अतः तत्र सार्वधातुकलकाराः इति उच्यते. क्रियापदस्य निर्माणक्रमे क्रियापदम् अत्र रूपं द्वयं भवति खलु. इदानीमेव दृष्टवन्तः अत्र क्रियापदमपि अस्ति, तिङन्तपदमपि वक्तुं शक्यते एव. इदानीं क्रियापदस्य निर्माणक्रमे धातुना तिङ्प्रत्ययः न दृश्यते चेत् सकलकारक आर्धधातुकलकाराः यत्र एतत् प्रत्ययं नास्ति. प्रत्ययमस्ति चेत् अत्र सार्वधातुकलकाराः यत् क्रियापदस्य निर्माणक्रमे धातुना त्रङ् तिङ् प्रत्ययः नास्ति चेत् तिङ् प्रत्ययः इदानीम् अत्र एतत् सर्वाणि तिङ् तिप् आरभ्य महिङ् पर्यन्तं यत् नास्ति एतदेव आर्धधातुकलकाराः. उदाहरणरूपेण पठिष्यति इति स्वीकुर्मः चेत् अत्र स्या एव प्रत्ययं विकर्णप्रत्ययम् इति स्वीकुर्मः. पठिष्यति एतत् अन्यप्रत्ययः. अतः तत्र किं दत्तं, यत्र क्रियापदस्य निर्माणक्रमे धातुना तिङ् अत्र अष्टादशप्रत्ययाः न सन्ति चेत् एतत् लकारः आर्धधातुकलकाराः भवन्ति. उदाहरणरूपेण पठिष्यति स्या स्वीकुर्मः. एतत् प्राधान्यरूपेण अत्र वयं स्वीकुर्मः चेत् अत्र स्या इति अस्ति. पठिष्यति एतत् अत्र तिङ्गन्तप्रत्ययानां नास्ति एव. एतत् सर्वाणि लकाराः आर्धधातुकलकाराः शेषः इति भवति. इदानीं पूर्णिमा पठतु. पूर्णिमा पठितुं शक्यते वा? अस्तु शक्यते. पठतु. कुतः भगिनी अयं वेदः इति वा? अत्र मया सूचितं खलु सार्वधातुकलकाराः लट् लोट् लङ् विधि लिङ् आर्धधातुकलकाराः लिट् लुट् लिट् लुट् लुट् आशिर्लिङ् लुङ् लङ् एकनिमिषम्. अग्रे पठतु भगिनि. अयं वेदः इतरः महत्त्वपूर्णः यतः धातुना तिङ् प्रत्ययः पन्तप्रत्ययः दृश्यते चेत् तर्हि तेन एव सम्पर्केण विकरणप्रत्ययाः विहिताः अस्ति. एकैकस्य गणस्य स्वस्य पृथक् विकरणप्रत्ययाः विकरणलोपे वा इति अस्माभिः प्रथमपटे प्रथमपाठे दृष्टं तेन विकरणभेदेन लिङ्गान्तररूपाणि विद्यन्ते तर्हि रूपप्रत्ययान्तानां कारणेन गणस्य लक्षणं प्रत्ययेन ज्ञायते अतः अत्र अवधेयं विकरणप्रत्ययः यत्र आयन्ति तत्र धातोः तिङन्तरूपस्य ज्ञानार्थं धातुः कस्मिन् गणे अस्ति इति अवश्यं बोद्धं केषु लकारेषु विकरणप्रत्ययः आयाति यत्र कत्रर्थे धातुना तिङ्प्रत्ययः दृश्यते तत् कुत्र सार्वधातुकलकारेषु इति आर्धधातुकलकारेषु धातुना तिङ्प्रत्ययः न दृश्यते अतः विकरणप्रत्ययः नायाति विकरणप्रत्ययः नायाति अतः तत्र गणभेदेन तिङन्तभेदः न ज्ञायते परितार्थः एव यत् सार्वधातुकलकारेषु गणीया चर्चा करणीया आर्धधातुकलकारेषु गणीया चर्चा नापेक्षिता गणस्य विषयः न आयाति एव सार्वधातुकलकारेषु विकरणप्रत्ययः भवति विकरणप्रत्ययः गणस्य प्रभेदाः अपि विकरणप्रत्ययेनैव भवन्ति पृथक् पृथक् दृश्यते परन्तु सार्वधातुक आर्धधातुकलकारेषु तिङ्प्रत्ययः न दृश्यते अतः तत्र गणस्य आधारः नास्ति इति अस्ति अत्र नितराम् अत्र किं भेदः महत्त्वपूर्णः किं भवति चेत् धातुना तिङ्प्रत्ययः दृश्यते चेत् इदानीमेव दृष्टवन्तः तिप् आरभ्य महिङ्कपर्यन्तम् अत्र सम्पर्कः अस्ति चेत् विकर्णप्रत्ययः विहितः अस्ति विकर्णप्रत्ययः विषये वयं स्वीकृतवन्तः वादिगणयः शप् अस्ति अदादिगणयः अत्र शप् भवति परन्तु लुक् भवति अनन्तरम् अत्र किमस्ति जुहोत्यादिगणः स्वीकुर्मः चेत् अत्रापि शप् लुक् भवति दिवादिगणयः स्वीकुर्मः चेत् अत्र शन् भवति शन् मध्ये यकारः एव श्रूयते अनन्तरं स्वादिगणयः स्वीकुर्मः चेत् स्नु इति भवति तुदादिगणयः श अपि अस्ति भुवादिगणयः तादृशं परन्तु तुदादिगणयः अनन्तरं भुवादिगणयः किञ्चित् भेदः अस्ति एतत् भुवादिगणयः तुदादिगणयः इति किमर्थम् अत्र भेदः भवति इति अग्रे आयाति अनन्तरं स्वादिगणयः तुदादिगणयः अनन्तरं किं भवति रुदादिगणयः रुद् रुदति इति धातुः अस्ति खलु तत्र श्नम् एव भवति श्नम् मध्ये नकार एव श्रूयते अनन्तरं तनादिगणयः स्वीकुर्मः चेत् अत्र ऊ एव तिष्ठति क्रयादिगणः स्वीकुर्मः चेत् श्ना इति भवति अनुबन्धलोपानन्तरं ना एव तिष्ठति चुरादिगणयः स्वीकुर्मः चेत् अत्र निच् अपि अस्ति अनन्तरं शप् अस्ति एतत् विकर्णकृत्ययः दशगणलकारेषु भवन्ति एकैकस्य गणस्य स्वस्य पृथक् विकरणप्रत्ययः भवति वयं जानीमः अत्र अस्माभिः एतत् प्रथमपाठे एव दृष्टं तेन विकर्णभेदेन तिङ्गन्तरूपाणि विद्यन्ते खलु दशगणाः इदानीमेव मया उक्तम् अत्र किञ्चित् श्ना भवति किञ्चित् शन् भवति किञ्चित् शप् भवति अनन्तरं मिच् भवति एतत् सर्वाणि अत्र विद्यन्ते विपरीत परिवर्तनम् अत्र भवति एव गणमध्ये तर्हि भिन्नगणेषु तिङन्तरूपाणि विद्यन्ते विकर्णप्रत्ययानां कारणेन एव. अनन्तरं गणस्य लक्षणं प्रत्ययेन एव ज्ञायते. गणस्य लक्षणम् अत्र भू योगः शप् भवति. अनन्तरं दिवादिगणे शन् भवति. रुदादिगणे रुदादिगणे अत्र स्वीकुर्मः चेत् अत्र श्नु भवति. तादृशम् अत्र लक्षणं गणस्य लक्षणं प्रत्ययेन ज्ञायते एव. अतः अत्र अवधेयं किं विकर्णप्रत्ययाः यत्र आयान्ति तत्र धातोः तिङन्तरूपस्य ज्ञानार्थं धातुः कस्मिन् गणे अस्ति इति अवश्यं बोध्यम् अवश्यम् अवश्यं ज्ञातव्यं. शन् अस्ति चेत् ओ एतद् दिवादिगणे भवति वा, अस्तु अत्र शप् भवति वा, शप् अत्र तुदादिगणे एव भवति, अनन्तरं भ्वादिगणेः अपि भवति खलु. अत्र किमर्थं किम् अत्र भेदः एतत् अग्रे आयाति. केषु लकारेषु विघ्नप्रत्ययः आयाति? तुदादिगणे केवल शा खलु, शप् नास्ति, शा एव, शप् नास्ति, शा एव. परन्तु अत्र किम् अत्र विशेषं विशेषणं भवति चेत् अनुबन्धलोपानन्तरं द्वयोः मध्ये आ एव तिष्ठति खलु. द्वादिगणः स्वीकुर्मः चेत् शप् अनुबन्धलोपानन्तरम् आकार एव तिष्ठति. अनन्तरं अत्र तुदादिगणः स्वीकुर्मः चेत् तत्र अपि अनुबन्धलोपानन्तरम् अकार एव तिष्ठति. अतः एव आकृतिः अत्र किम् इति अत्र द्रष्टव्यं खलु. इदानीं यत्र कर्तृते धातुना तिङन्तप्रत्ययः दृश्यते, कर्तृते अत्र स्वरितनीतकर्तृते कर्तृभिप्राये अत्र अन्येषां कृतं न भवति, स्वस्य कृते एव भवति चेत् आत्मनेपदिनः. अनन्तरम् अन्येषां कृते यत् कार्यं भवति एतत् परस्मैपदिनः. इदानीं कर्तृते धातुना तिङ्प्रत्ययः दृश्यते, वयं दृष्टवन्तः. तत् कुत्र? सार्वधातुकलकारेषु इति तिङन्तपदं सार्वधातुकलकारेषु एव प्रयोगं कुर्मः. आर्धधातुकलकारेषु धातुना तिङ्प्रत्ययः न दृश्यते. इदानीं मूलरूपेण अत्र किं मुख्यरूपेण स्वीकुर्मः चेत् पठिष्यति इति स्वीकुर्मः चेत् अत्र किमपि दशलकारेषु किं किम् इतः पर्यन्तम् अभवत् तत् न आगतमत्र. स्या इति एव स्वीकुर्मः, पठिष्यति, पठिष्य, पठिष्यति इति भवति. इदानीं विकर्णप्रत्ययः न आयाति अत्र. अतः तत्र गुणभेदेन तिङन्तभेदः न जायते एव, किमपि कार्यं नास्ति तिङन्तविषये अर्धधातुकलकारेषु. फलितार्थः अत्र आहत्य किम् अत्र भवति चेत् सार्वधातुकलकारेषु गणीया चर्चा करणीया. अत्र एतत् दिवादिगणे दिवादिगणे भवति वा, रुदादिगणे भवति वा, तुदादिगणे भवति वा, भुवादिगणे भवति वा इति चर्चा भवति एव सार्वधातुकलकारेषु. परन्तु आर्धधातुकलकारेषु गणीया एतत् चिन्तनं चर्चा न अपेक्षिता. तत्र गणस्य विषये न आयाति एव. अत्र दशगणेषु विषये आर्धधातुकलकारेषु तिङन्तम् अस्ति वा, तिक् तिप् अस्ति वा, महिङ् अस्ति वा, वस् मस् एतत् सर्वाणि प्रत्ययाः आगच्छति वा इति अत्र किमपि क्लेशः नास्ति. गणेशे विषयः न आयाति. इदानीम् उदाहरणरूपेण स्वीकुर्मः चेत् सार्वधातुकलकारः अस्ति. शान्ता पठतु. सार्वधातुलकारः लट् वद् योगं लट् वद् योगं इ वद् योगं शप् योगं इ वद् योगम् अ योगं ति वदति. अत्र किञ्चित् वक्तुं शक्यते वा? आम्, उपरितने क्रमे धातूनां तिङ्प्रत्ययः ति दृश्यते. वद योगं ति नाम मध्ये कोऽपि बाधा, किमपि व्यवधानं नास्ति. धातूनां तिङ्प्रत्ययः दृश्यते इति कारणतः कर्तरि शप् इत्येन सूत्रेण मध्ये विकर्णप्रत्ययः शप् विहितः. द्वादिगणे शप् तिष्ठति अपरेषु गणेषु शपं प्रभाद्य तत्तद्गणे अन्ये विकरणप्रत्ययाः आयान्ति एतदर्थं सार्वधातुकलकारेषु धातु कस्मिन् गणे अस्ति इति ज्ञातव्यम् अत्र अनिल् महोदय एतत् प्रतिपादयतु उपरितने क्रमे धातुना तिङ् प्रत्यये ति दृश्यते अत्र अत्र हा ओके वद् अधिकलट् सो अत्र लट् अस्ति सार्वधातुकलकारः तत्कारणात् लट् स्थाने ति आगच्छति सो वद् अधिकति तिङ् प्रत्यये आगच्छति चेत् गण किं गणः अस्ति तत् ज्ञानम् आवश्यकं वद् अस्ति भ्वादिगणे धातु तत्कारणात् भ्वादिगणस्य विकरणप्रत्यये अपि आगच्छति सो तत्कारणात् वद् अधिकं शप् अधिकं ति अस्ति अनन्तरं पकारस्य सकारस्य इत्संज्ञा लोपस्य लोपश्च अनन्तरम् अकार एव तिष्ठति सो वद् अधिकम् अ अधिकं ति अस्ति तो अन्तिमरूपं वदति उत्तमम् अग्रे उपरितने प्रतिपादनं भवति तावदेव पठतु उपरितने प्रतिपादयतु ओके उपरितने क्रमे धातुना तिङ् प्रत्यये ति दृश्यते वद् अधिकं ति नाम मध्ये कापि बाधा नाम मध्ये कोऽपि मध्ये कोऽपि बाधा किमपि व्यवधानं नास्ति हा ओके कापि बाधा नास्ति ओके किमपि व्यवधानं नास्ति ओके अस्तु अस्तु प्रथमं वाक्ये नास्ति नास्ति सो अहं चिन्तयामि न कुत्र नास्ति ओके धातुना तिङ् प्रत्यये दृश्यते इति कारणतः कर्तरि शप् इत्यनेन सूत्रेण मध्ये विकरणप्रत्ययः सप् विहितः भ्वादिगणे शप् तिष्ठति अपरेषु गणेषु शपं प्रभाद्य तत् तत् गणे अन्ये विकरणप्रत्यय आयान्ति एतदर्थं सार्वधातुकलकारेषु धातुः कस्मिन् गणे अस्ति इति ज्ञातव्यम् अवगतं महोदय समानेव एतत् अर्थम् एतत् एव अत्र तत्र अपि किं सूत्रं किं सन्धिः कुत्र महोदय कुत्र अन्तिमपङ्क्तिः एतदर्थम् एतत् अधिकम् अर्थम् अत्र जस्ट् सन्धि महोदय इदानीम् अत्र अर्धधातुकलकारेषु विकरणप्रत्ययः किमर्थं न आयाति इति अत्र किञ्चित् पश्येम अर्धधातुकलकार लृट् गीता श्रीधर् पठतु आं भगिनि अर्धधातुकलकारः लिट् लिट् लिट् लिट् वद् प्लस् लिट् वद् अत्र स्य इति विकरणप्रत्ययः आगच्छति वद् प्लस् स्य प्लस् लिट् वद् प्लस् स्यति वद् प्लस् इ प्लस् स्यति वदिष्यति उपरितने क्रमे उपरितनक्रमे प्रथमं स्या प्रत्ययः आयाति तदा एव ति आयाति तत्र धातु तिङ् धातु ति इत्यनयोः मध्ये स्या अस्ति इति कारणेन धातुना ति न दृश्यते वद् प्लस् स्यति मध्ये स्या अस्ति अतः बाधा अस्ति व्यवधानम् अस्ति धातुः तिङ् प्रत्ययं प्रत्यय ति द्रष्टुं न शक्यते तिङ् प्रत्ययं ति द्रष्टुं न शक्यते धातुः केवलं स्या पश्यति धातुना तिङ् प्रत्ययः ति न दृश्यते इति कारणतः कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति यदा हि अस्ति दृश्यते तदा हि यदा हि ति दृश्यते तदा हि कर्तरि शप् अतः मध्ये विकरणप्रत्ययः न आयाति विकरणप्रत्ययः न विहितः इति कारणेन गणीयः विचारः न अपेक्षितः धातुः यस्मिन् कस्मिन् अपि धातुः यस्मिन् कस्मिन्नपि गणे भवतु यस्मिन् कस्मिन्नपि अपि गणे भवतु कार्यं समानमेव अतः आर्धधातुकप्रत्यय आर्धधातुकलकारेषु घनस्य ज्ञानं न अपेक्षितं किन्तु आर्धधातुकलकारेषु अन्यत् कार्यम् अस्ति पश्यतु रूपं कथम् अस्ति वदिष्यति इति अत्र मध्ये इकारः आगतः अस्ति वद् इष्यति यद्यपि आर्धधातुकलकारेषु गणीयः विचारः न अपेक्षितः किन्तु इडागमस्य विचारः अपेक्षितः एव स च विषयः अग्रे आयास्यति अत्र किं किं प्रतिपङ्क्तिः स्वीकृत्य अर्थं प्रतिपादयतु भगिनि तत्र कर्तरि शप् नास्ति स्या इति कारणेन स्या आर्धधातुकप्रत्ययः इति कारणेन कर्तरि शप् न आगच्छति अतः आर्धधातुकः इति कारणेन अत्र गणस्य चिन्तनं न भवितव्यम् न भवितव्यं न भवेत् भवितव्यम् इति कर्मणि प्रयोगमस्ति खलु अस्तु भगिनि न भवेत् इकारः मध्ये आगच्छति किमर्थमस्ति चेत् इडागमः भवति तस्य चिन्तनं भवेत् एतदेव अत्र विषयः अत्र इतोपि एतत् विषये स्य किमर्थम् आगच्छति अत्र दन्त्यसकारस्य स्थाने किमर्थं मूर्धनेषकारः आगच्छति मूर्धनेषकारः तु आदेशप्रत्ययोः इत्यनेन एव आगच्छति अत्र इन्कोः इति सूत्रेण आगच्छति एतत् सर्वम् अग्रे आयाति इदानीं चिन्ता मास्तु अग्रे शान्ता पठतु सार्वधातुकलकारः अस्ति चेत् धातुः विकर्णयोः अङ्गं भवति तच्च अङ्गम् अदन्तम् अनदन्तं वा इत्युक्तम् अस्मिन् पाठे सार्वधातुकलकाराः लट् लोट् लङ् परिशीलयिष्यन्ते यत्र अङ्गम् अदन्तमस्ति अङ्गम् अदन्तं केषु गणेषु वादिगणे विवादिगणे सुदादिगणे सुरादिगणे च एतः येषां चतुर्णां गणानाम् अङ्गम् अदन्तम् अतः येषां शुद्धसिन् प्रत्ययाः समानः अस्य पाठस्य तृतीयाध्याये चतुर्थाध्याये च एते सिद्धसिन् प्रत्ययाः निष्पन्नाः भवन्ति अदन्तम् अङ्गं योगं सिद्धसिन् प्रत्ययः तिङ् तिङन्तपदम् क्रियापदमिति यथा वज् योगं शप् वज् योगम् आ भवति वद् इति अदन्त अङ्गं तिप् पकारस्य इति संज्ञा लोपश्च तिप् पकारस्य इति संज्ञा लोपश्च ति इति सिद्ध किं प्रत्ययः वद योगं ति वदति इति तिगन्तपदम् तथैव वदयोगं तः वदतः वदयोगम् इति वदन्ति इति आहत्य आदिगणे विवादिगणे सुरादिगणे च सहस्र सप्तशतम् अधिकं सहस्रधातवः सन्ति एवं च अस्मिन् पाठे कण्ठस्थीकरणेन विना सप्तशत एकसहस्रधातूनां लट् लोट् लङ्तेषां तिगन्तरूपाणि ज्ञास्यन्ते अत्र अस्ति मातुः पाठस्य अनिल् महोदय एतत् विवरणं करोतु, विवरणं करोतु महोदय. प्रयत्नं करोमि महोदय. अत्र यदि आर्धधातुकलकार अस्ति चेत् तत्र किं गण अस्ति तत् चिन्तनं न आवश्यकम्. सार्वधातुकलकार अस्ति चेत् तत् चिन्तनम् आवश्यकम्. तत्र अपि यदि अदन्तगण अस्ति चेत् तिङ्गप्रत्यय हा सार्वधातुकलकारे अनन्तरं धातु अदन्तम् अस्ति चेत् धातुषु अङ्गम् अदन्तम् अस्ति चेत् तिङ्प्रत्यय सिद्ध तिङ्प्रत्यय अस्ति, समानेव अस्ति. सप्तशत अधिकसहस्र धातवा तत् इव अस्ति. That's what I understood. अत्र उदाहरणरूपेण स्वीकुर्मः चेत् अत्र विवक्षा अनुगुणमेव भवति. वदयोगवति वदति, वदयोगः तः वदतः, वदयोगः अन्ते चेत् वदन्ति इति भवन्ति. एतदपि आहत्य द्वादिगणे द्वादिगणे त्रिदादिगणे चुरादिगणे एव एतद् दातवः सन्ति. इदानीं कण्ठस्थीकरणम् एतत् असाध्यमेव, परन्तु बाल्यवयसि शिशवः एतत् सर्वं कुर्वन्ति एव गुरुकुले. इदानीम् अत्र धातुः लटलोटलङ्गविधिलिङ्गमध्ये तिङन्तरूपाणि ज्ञास्यन्ते. यत्र ज्ञास्यन्ते चेत् अत्र अपि अदन्तमस्ति अनदन्तमपि अस्ति. अत्र महोदय वद् अधिकम् अन्ति वदन्ति किमर्थम् इत्युक्तं वदन्ति रैट् अत्र अतो गुणे इति सूत्रमस्ति. अतो गुणे इति सूत्रेण पूर्वपरयोः अत्र पररूपमेव स्वीकृत्यते. प्रथममपि आकारः अस्ति, अनन्तरमपि अहं सूचयिष्यामि अतो गुणे सूत्रेण. अत्र पश्यतु अपदान्ते अकारान्तगुणे परे संहितायां पूर्वपरयोः एकः एव पररूपम् एकादेशः भवति. इदानीम् अत्र शप् अस्ति, पट्टियोगः शप् योगः ति. इदानीम् अत्र पट्टियोगः शप् मध्ये अकार एव तिष्ठन्ति. इदानीं जि इति ज्योन्तः इत्यनेन किञ्चित् कार्यमस्ति, अग्रे पश्येम. अत्र जि स्थाने आ एव तिष्ठति, अन्ति एव तिष्ठति भुजोन्तः इति सूत्रेण. अनन्तरम् इतच्छ इति सूत्रेण इकारः योजनेन अन्ति इति भवति. अग्रे पश्येम. इदानीम् अत्र पट्टियोगः अन्ति अस्ति खलु, अत्र अपदान्तमस्ति. अत्र प्रथमम् अकारः अस्ति अ इति, अनन्तरम् अन्ति अपि अस्ति. अतः द्वयोः मध्ये उभयोः पूर्वरूप एकादेशः अकारः. अत्र किं भवति, पूर्वपरयोः एकः एव पररूप एकादश्यः भवन्ति. अतः एकः अकारः त्यक्तव्यम्, पररूप एकारः एव स्वीकर्तव्यम्. एतत् मनसि स्थापयतु. अतो गुणे इत्यनेन एव भवतः प्रश्नः तु समीचीनं वदन्ति एव समीचीनं. तादृशमेव प्रष्टव्यं किमर्थम् एतत् अत्रापि अकारः अस्ति, अत्रापि अकारः अस्ति. अत्र सवर्णदीर्घः सन्धिः एव भवति, अकः सवर्णे दीर्घे इति सूत्रेण. किमर्थम् अत्र वदन्ति इति नास्ति, वादः समीचीनमेव. अवगतम्. इदानीम् अत्र पूर्णिमप्रकाश पठतु अन्तिमपङ्क्तिः. एवं च भवती अस्ति वा? अस्मि अस्मि. एवञ्च दक्षिणपुष्पया पुष्पायाः दीक्षित सारि सारि सारि भगिनि दीक्षितपुष्पायाः पाणिनीयधातुपाठ पाठः अत्यन्तं शक्तिशाली कश्चन बोधो अस्ति चेत् बहूनि क्रियापदरूपाणि शत्रुश ज्ञातुं शक्नुमः अग्रे अङ्गः कथं निष्पद्यते तिङ्प्रत्ययः कथं साधनीयः अपि च अङ्गः तिङ्प्रत्ययोः मेलनं कथं भवति कथं क्रियते इत्येषु विषयेषु चर्चयिष्यामः पुष्पादीक्षित् महोदयाः बहु उत्तमरीत्या सा तु पृथक्तया कृतम् अत्र इतः पर्यन्तम् अस्माकं कृते वाक्यकारः वररुचिः भाष्यकारः पतञ्जलिः अनन्तरम् अत्र पाणिनि एतत् सर्वान् सर्वे परन्तु प्रथमं पाणिनिना सूत्रमेव कृतं वृदिरादैच् वृदिरेचि इति तत्र भवान् एतत् विषये कृतवन्तः सूत्ररूपेण एव अत्र अस्माकं कृते विवरणं कात्यायनः वररुचिः इति इतोपि तत्र विस्तारणरूपेण दत्तं परन्तु अत्र अपि किमपि समीचीनतया न दत्तमेव अतः पुष्पादीक्षितमहोदयेन अद अकारः अदन्तम् अङ्गम् आकारान्तम् इकारान्तम् ईकारान्तम् उकारान्तम् ऊकारान्तम् अनन्तरम् एजन्तदातवः इति पृथक्तया सा तु एतत् विषये भिद्यते अनन्तरम् अत्र एतत् यत्र एतत् न भवति अदन्तम् अकार आकार इकार ईकार उकार ऊकार एजन्त न भवति तत्र अन्यधातुः स्वीकुर्मः अन्यक्रमः भवति इति सा एव अत्र पृथक्तया साधितवती इदानीं दीक्षितपुष्पायाः पाणिनीयधातुपाठः अत्यन्तं शक्तिशाली भवति कश्चन बोधः अस्ति अत्र चेत् बहूनि क्रियापदानि अत्र ज्ञातुं शक्नुमः अग्रे अङ्गं कथं निष्पद्यते अकारान्तः वा आकारान्तः वा इकारान्तः वा ईकारान्तः वा इति तिङ्प्रत्ययः कथं साधनीयः अपि च अङ्गं तिङ्प्रत्ययोः मेलनं कथं क्रियते अत्र अदन्तमस्ति वा अनदन्तमस्ति वा कथं क्रियते इति इत्येषु विषयेषु अग्रे चर्चयिष्यामः इदपर्यन्तम् इतः पर्यन्तं किञ्चित् अत्र प्रश्नः अस्ति चेत् पृच्छतु कोऽपि प्रश्नः अस्ति वा अनिल् महोदय शान्ता भगिनी न अग्रे इदानीं किं भवति धातुगणाः न डौन् डौन् अष्टाध्यायाः समग्रदृष्टिः इति भवति अष्टाध्यायाः समग्रदृष्टिः अत्र शान्ता पठतु शान्ता नास्ति एकनिमिषम् ध्वनिमुद्राणि समग्रसंस्कृतभाषायाः मानचित्रम् एकस्मिन् लघुग्रन्थे अभूतपूर्वं पाणिना अष्टाध्यायी विरचिता एवं रीत्या येन ग्रन्थो लघुतमः स्यात् अपि च स्वयं संस्कृतस्य अष्टाध्यायाः मूलबीजं प्रकरणं यदा वयं सूत्राणि क्रमेण पठामः तदा पश्यामः यत् सूत्राणि प्रकरणेषु लघुषु उपभागेषु आयोजितानि अद्यत्वे सामान्यतया व्याकरणछात्राः अष्टाध्यायीम् अपठित्वा सिद्धान्तकौमुद्यां निमग्नाः भवन्ति सिद्धान्तकौमुदी प्रक्रियायाम् आधारिता अत्र पश्येम चेत् समग्रसंस्कृतभाषायाः मानचित्रम् एकस्मिन् लघुग्रन्थे अभूतपूर्वं पाणिनिना अष्टाध्यायी विरचित अत्र चतुस्सहस्राणि सूत्राणि सन्ति, परन्तु अत्र किञ्चित् अष्टाध्याय्याः मूलबीजं प्रकरणम् अत्र स्वीकृत्य वरदराजेन अत्र द्विशतमधिकम् एकसहस्रम् अत्र किञ्चित् लघुरूपेण अत्र लघुत्तमः इति अस्ति खलु, लघुत्तमः, लघुतमः कुत्र भवति? तमप्रत्ययं, तमप् प्रत्ययं, तरप् प्रत्ययं, रामलक्ष्मणयोः, लक्ष्मणः लक्ष्मणतः लक्ष्मणः लघु अस्ति. द्वयोः मध्ये यत्र अतिशयेन अतिशयेन कार्यं भवति अत्र तरप् भवति. बहूनि विषयानि अत्र स्वीकृत्य कार्यं करोमः कार्यं कुर्मः चेत् अत्र तमप् इति प्रतिम आगच्छति. सो तरप् तमप् तरप् अतिशयेन द्वयोः मध्ये किं किम् अत्र भवति, भेदः किं भवति द्वयोः मध्ये, अत्र तरप् इति प्रत्ययम्. अत्र बहूनि कार्याणि सन्ति, बहूनि विषयाणि सन्ति चेत् अत्र तुल्यं किमर्थं भवति, सदृशं किमर्थं भवति चेत् तमप् इति प्रत्यययोजनेन. इदानीम् अत्र ग्रन्थः लघुत्तमः स्यात्, बहवः सन्ति एव. लघुषु उपभागेषु आयोजितानि, किम् आयोजितानि? प्रकरणेषु सूत्राणि किं किं प्रकरणम् अस्ति अत्र, बहवः प्रकरणम् अस्ति. सार्वधातुकप्रकरणमस्ति, आर्धधातुकप्रकरणमस्ति, इत्संज्ञाप्रकरणमस्ति, लुक् प्रकरणमस्ति, एतत् सर्वाणि प्रकरणानि सन्ति. अद्यत्वे सामान्यतया व्याकरणछात्राः किम् अत्र झटिति सूत्रमस्ति, द्विसहस्रं द्विशतम् एकसहस्रम् इति प्राधान्यमस्ति इति अत्र स्वीकृत्य सिद्धान्तकौमुद्या निमग्नाः भवन्ति. सिद्धान्तकौमुद्यां, सिद्धान्तकौमुदी इति चन्द्रिका अस्ति, चन्द्रिका इत्युक्ते प्रकाशं भवति खलु, अतः एव अत्र प्रकाशरूपेण ज्वलितं भवति सिद्धान्तकौमुदी इति. अत्र एतत् प्रक्रियायाम् आधारिता भवति, आधारीकृत्य अत्र कार्यं वरदराजेन, प्रसिद्ध आचार्यः अस्ति, सः एव एतत् विषये किञ्चित् अत्र दत्तम्. इदानीं प्रकरणं प्रक्रिया किं भवति इति अग्रिमवर्गे पश्येम. सर्वेभ्यः धन्यवादः, नमस्कारः, शुभदिनम्. अत्र अन्तिमश्लोकं भवती शान्त पठतु. ॐ पूर्णमद ॐ सहनाभवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावतीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. श्रीगुरुभ्यो नमः, हरिः ओम्. धन्यवादः, धन्यवादः, धन्यवादः.